नमस्कारः. एङ्ग्लुमन्त दातवः इति करपत्रम् अनुवर्तते. अत्र अनुनासिकान्त अधुपदधातूनाम् एतावत्पर्यन्तं वयं तु वयं इकारान्त आकारान्त अनन्तरम् एजन्तानां दृष्टवन्तः रूपाणि. तदनन्तरम् इकारान्तानाम् ईकारान्तानां तथैव उकारान्तानाम् उकारान्तानां तदनन्तरं ऋकारान्तानां ऋकारान्तानाम् अनन्तरम् अधुपदधातूनामपि रूपाणि अस्माभिः दृष्टं. तत्र विशिष्टदातवः आसन्. तत्सर्वं समाप्य एकवारं पुनस्मरणत्वेन किञ्चित् झटिति पश्यामः वा वयं तत्र. हिमभगिनी भवती वदति वा भगिनि, आकारान्त एजन्तानां सामान्यकार्यं यत् अस्ति लघुरूपेण सामान्यकार्याणि वा अधुपदधातूनां आकारान्तदातूनां? अस्तु भगिनि. तत्र आकारान्तानाम् अपि एजन्तधातूनाम् इति द्वावपि मिलित्वा स्वीकुर्मः, यतोहि तत्र एजन्तधातूनाम् आदे च उपदेशिष्यति इति आत्वं विधीयते इति कृत्वा तत्र मिलित्वा पश्यामः. तत्र आकारान्तानां तु किं भवति इत्युक्ते तत्र विशिष्टकार्यम् इति किं वदामः, तत्र सामान्य अभ्यासकार्याणि तत्र भवन्ति. एकम् उदाहरणं यदि स्वीकुर्मः, तत्र ध्यै इति स्वीकुर्मश्चेत् ध्यै ध्यै इति भूत्वा तत्र हलादिशेषः इति कार्यं करोति, तदनन्तरम् अभ्यासे चर्च अपि कार्यं करोति. प्रथमं तु ध्यै इत्यत्र आदेश उपदेशेशिति इति प्रथमकार्यं भवति, अतः ध्या इति भवति. यदा ध्या इति जायते तर्हि तत्र ध्या ध्या इति रूपं कृत्वा तत्र यकारः अपगच्छति दा, तदनन्तरम् अभ्यासे चर्च इति कृत्वा दा, तर्हि तत्र दा ध्या इति अङ्ग्लुगन्तधातुः भवति. समीचीनं वा भगिनि? स्वीकृतवती एजन्तदातुं स्वीकृतवती भगिनि, ध्यै ध्यानम् इति. धातु तत्र सारल्यमस्ति, तत्र दा इति तु दादा भवति, अपि च तत्र ह्रस्वकार्यं भवति अतः ददा इति भवति. परन्तु यत्र यत्र अकित् अस्ति, कितागमः नास्ति चेत् तत्र दीर्घोकितः तस्य प्रसक्तिः अपि भवति इति कृत्वा पुनः दीर्घत्वं प्राप्नोति इति. धन्यवादः भगिनि. सरला भगिनी भवती वदति वा, इकारान्तानाम् इकारान्तानां तथा एव ऋकारान्तानां, क्षम्यताम्, उकारान्तानाम् उकारान्तानामपि. इकारान्त उकारान्तानां यदि अस्ति जि अस्ति साधु तत् धातो एकाचोहलादे अनेन यङ् विधानं, तदनन्तरं यमोचि अनेन यङ्लोक् संयमो अनेन दत्वं यथा वयं जि यदि स्वीकुर्मः जि जि भवति दत्वं, तदनन्तरं जि जि दीर्घो अपि इति सूत्रेण दीर्घत्वं भवति, जि जि इति भवति साधु. तदनन्तरं गुणकार्यमपि गुणकार्य तस्य किम् इति जे जि इति गुणो यन्लको इति द्वयोः इति बलाबलं चिन्तनम् अस्ति, किन्तु यङ्लुगन्त इति अनेन तत्र परिभाषा अस्ति साधु, तस्य बलाबलस्य चिन्तनं न भवति तत्र. आम्, तर्हि सर्वाणि सामान्यकार्याणि भूत्वा तदनन्तरम् अन्ते तु गुणो यङ्लुकोः इति कार्यम्. अत्र अत्र तु दीर्घोकितः इत्यस्य अपि प्रसक्तिः अस्ति इति तु सत्यमेव, किन्तु दीर्घोकितः कृत्वा वयं कुर्मः चेदपि समानमेव कार्यं भवति. उकारान्त भू धातु भू भू तदनन्तरं हस्व भवति भू भू, तदनन्तरं पुनः यङ्ग् भवति दीर्घोकितति प्रजनवद् भवति भू आगच्छति, तद् यङ् गुणो यङ् लुको अनेन भू भू इति भवति। तथे यदि ऋकारान्त अस्ति तत्र ऋतश्च उरत् उरत् मणिमहोदय वदति वा महोदय ऋकारान्तानां? आं महोदय क्षम्यतां महोदय, ऋकारान्तधातवः अभ्यास ऋक् ऋक् ऋक् वा इति भवति त्रयः आगमः अत्र। एक उदाहरणं पश्यामः चेत् कृ इति अभ्यासे संज्ञा भवति, द्वितं भवति कृ कृ इति, अनन्तरं गुणः भूत्वा कर्कृ इति, अलादिशेषगत्येन ककृ, अनन्तरं कुहोचुः इत्यनेन चक्र इति रूपं भवति। उरत् चमितं महोदय, उरत् अन् उरन्परः इति कार्यं कृत्वा एव खर् इति भवति। अनन्तरं ऋकारस्य ऋकपि ऋकपि ऋकपि भवति, अतः ऋक् इति उदाहरणं प्रथमपश्चेत् चरीकृ, अनन्तरं चरिकृ चर्कृ इति त्रीणि रूपाणि भवन्ति। तदेव ब्रु ब्रु इति उदाहरणेन बरिब्रु बरिब्रु बरिब्रु बर्ब्रु इति, कृ इत्यस्य अत्र कुहोचुः कार्यं करोति, ब्रु ब्रु इत्यस्य अभ्यासे सच्च कार्यं करोति, अतः एव तृतीयवर्णः भवति चतुर्थस्य। अनन्तरं गुरु गुरु इत्यस्य अभ्यासे सच्च इत्यनेन जगुरु, अनन्तरं कुहोचुः इत्यनेन जगुरु, अनन्तरं अला अभ्यासे सच्च इत्यनेन तृतीयवर्णः जस्वर्णः भवति। सरीकृ सरिहृ सर्हृ जर्हृ इति रूपाणि भवन्ति। धन्यवादः। हेमा भगिनी पुनः भवती एव वदति वा भगिनि? आं भगिनि, अत्र दीर्घ ऋकारान्तानामपि तत्र समानकार्यम् इत्युक्ते तत्र जृ इति स्वीकुर्मश्चेत् तत्र जृ जृ इति भवति, तदनन्तरम् अभ्यासस्य ह्रस्वः इति भवति, तर्हि जृ जृ इति कर्तुं शक्नुमः। तदनन्तरं तत्र उरत् अपि च उरण्ड्रपरः इति कार्यद्वयं कृत्वा तत्र जर्जृ इति भवति, जर्जृ पुनः हलादिशेषः इति कृत्वा जजृ इति भवति, तदानीं दीर्घोकितः इत्यस्य प्रसक्तिः अपि भवति, तर्हि तत्र जाजृ इति भवति। अत्र तु ऋतश्च इत्यस्य कार्यं नास्ति, अत्र ऋतश्च इत्यत्र कार्यं नास्ति, परन्तु ऋतश्च यति सत्यं भगिनी, तदपि स्मर्तव्यं, तत्र ऋतश्च इति मध्ये किं भवति, तत्र केवलं ऋकारान्तानाम् एव ऋतश्च इति, एवं वा किं भगिनि? आम् आं खलु, केवलं ह्रस्वऋकारान्तानां, हा, तर्हि तत्र केवलं ह्रस्वऋकारान्तानाम्, अत्र तु तादृशं नास्ति इति। अपि च अत्र एकः प्रश्नः भगिनि, अत्र यकोपि धातुः भवतु इत्युक्ते तत्र पृ इति पश्यामश्चेत् तत्र गणत्रये त्रिषु दृश्यते, परन्तु सर्वत्र एतादृशमेव कार्याणि किल भगिनि, गणमनुसृत्य कार्यं न भवति खलु आर्धधातुकप्रक्रिया, परन्तु यङ्ग्लुगन्तधातुनिष्पन्न धातुनिर्माणं यदा भवति तदनन्तरं तत्र गणकार्यमपि भवति यदि लट् रूपं प्राप्तव्यं चेत्। अत्र गणकार्यमपि न भवति खलु, किमर्थम् इत्युक्ते समान अदादिवद् भवति खलु, तर्हि यङ्ग्लुगन्त धातुनिष्पन्नम् इदानीं तातृ इति नो चेत् पाप्रु इति, तदनन्तरं तेषामपि रूपाणि भवन्ति किल लट् रूपाणि, अदादिगणवत् किमर्थं किं भगिनि? तदेव प्रक्रियापि नास्ति, तिंशित् सर्वधातुकम् इति अस्ति खलु, तिङ्गपि नास्ति षित् अपि नास्ति यङ् प्रत्ययः, यङ्लुकपि यङ्प्रत्ययः तिङ्गपि अस्ति नास्ति षित् अपि नास्ति इति वदनेनैव यङ्लुकपि तिङ्गपि नास्ति षित् अपि नास्ति इति कृत्वा अर्धधातुकः. तत् सत्यं भगिनि, परन्तु एतावत् वयं कार्यं किं कुर्मः इत्युक्ते केवलं धातुनिर्माणमेव कुर्वन्तः स्म. तर्हि धातुः इदानीं तातृ पापृ इति भवति. यथा सन्नन्तानां यदि वयं पश्यामः तत्रापि धातुनिर्माणं प्रथमं भवति, तदनन्तरं पिपठिषति इति यदि प्राप्तुम् इच्छामः तर्हि तत्र गणचिन्तनं भवति एव. तादृशं मम अत्र तु सर्वे गणम् उपदेशिकधातूनाम् उपदेशिकधातूनामेव गणः भवति खलु. यत्र आतिदेशिकधातवः सन्ति खलु एते सर्वे गणचिन्त. तर्हि पिपठिषति इति कथं प्राप्तव्यं? पिपठिषति इति कथं भवति तर्हि? तत्तु सनन्तानां कृते अस्ति खलु, तत्र तु भुवादिगणवत् अस्ति, सनन्तदातवः भुवादिगणवत् भवन्ति इति कृत्वा तत्र तु शप्रत्ययः. तत्रापि अर्धधातुप्रक्रिया इति न वदामः, कर्तृत्वे इति कृत्वा केवलं शप्रत्ययः भवति तत्र. न अवगतं भगिनि. पिपटीश इति आयाति खलु नूतनधातुः सनन्त, तत्र कर्तृत्वे वयं लट्लकाररूपं साधयामः. अधुना कर्मण्यथैव मम प्रश्नः अत्रापि तात्र इति अङ्गुगन्तधातुः, तर्हि सामान्यशप्रत्ययः आगत्य विधीयते तावदेव. अत्र यङि किं भवति इत्युक्ते अदादिगणवद् भवति, तस्मिन् तस्मिन् विषये वयम् अनन्तरम् अग्रिम करपत्रमपि अस्ति खलु. अस्तु अस्तु, वयं पश्यामः तत्र. वयं अत्र इतोपि एकः अंशः इत्युक्ते गृहधातुः किञ्चित् भिन्नः अस्ति. अत्र गृहधातुविषये अपि उक्तमस्ति ऋकारान्तानां. तत्र गृहधातुः गणद्वये पश्यामः, धातुपाठे तत्र घृ इति तुदादिगणे अपि वर्तते, अपि च क्रियादिगणे अपि अस्ति इति. तर्हि तत्र केचन जनाः मन्यन्ते द्वावपि स्वीकार्यम् इति, परन्तु कुत्रचित् क्रियादिगणस्य यङ्गेव नास्ति, अतः यङ्लुक् रूपमपि नास्ति इति चिन्तनमस्ति. तत्र यङीति इति किम् इत्युक्ते तत्र निगीर्यते इति रूपम् आगच्छति इति, तत्र अप्रयुज्यमानः अस्ति इति कृत्वा तत्र यङ् न भवति, अपि च यङ्लुक् अपि न भवति. यत्र शब्दे इति अर्थे जायते इत्युक्ते तत्र क्रियादिगणस्य यङ् नास्ति, यङ् अपि यङ्लुक् अपि नास्ति इति. अधूपदधातूनां हलन्तधातवः सन्ति, तत्र अपि यङ्लुक् विधानं, तदनन्तरं यमोचि यङ्लुक्, तदनन्तरं संयमोनेन द्वितं भवति. यथा यदि गद् अहं स्वीकरोमि, गद् गद् गद् गद् भवति, तदनन्तरं हलादिशेषनेन दकारस्य लोपः भवति, ग गद्, तदनन्तरं कोहोचु अनेन गकारस्य चवरिकीय गच्छति, स्थानीयान्तरगमनेन जगद् इति भवति. इदानीं दीर्घोकित् अनेन जागद् इति भवति, तथैव पठ् पापठ् इति भवति, पच् पापच् इति रूपाणि भवन्ति. विशिष्टधातूनां कृते तत्पद् पद् इत्येषां कृते किं कार्यम् इति तस्पत् पद् तत्र सूत्रम् अस्ति उल्लिखित धातवः सन्ति नीङ् वञ्चु संसृ ध्वंसु भ्रंसु कस् पद् पदस्कान्तां ते तत्र दीक् यङ् लुको इति अभ्यासस्य नीक् यङ् लुको विधानं भवति आगमः हस्तकाच्छति नीक् इति यदि कस् वयम् इदानीं ये अनुनासिकवन् सन्ति तेषाम् इदानीं कुर्मः कीर्तनं कस् कस् पद् इति तत्र कस् कस् भवति कस् आगच्छति तत्र ककारस्य समये चकारः आगच्छति चकस् नीकिसिकित् अस्ति सो दीर्घो तस्य प्रसक्तिः न भवति अत्र नीक्योङ् नीगयुङ् इति सूत्रेण नीक् आगमः भवति ककारः हलन्तरेण तस्य लोपः सो चनीकस् इति भवति चनीकस् तथैव पत् यदि अस्ति तु तत्र पनीपत् पद् भवति तु पनीपद् इति आगच्छति धन्यवादः मणिमहोदय भवान् स्मारयति वा महोदय अग्रे जप् अस्तु महोदय जप् जप् जप् दः पस् इति चत्वारणां धातूनां यङ् लुगन्ध भवति अत्र जप जप जप दह दस पञ्च पञ्चपसां च इति सूत्रेण एतेषु धातुषु नुकामः भवति अभ्यासस्य यङ् लुकि यङ् अपि यङ् लुकि अपि अस्ति चेत् अत्र उदाहरणमस्ति जप् इति द्वितं भवति जप् जप् इति अनन्तरं अलास्यसगतेन जप् अनन्तरं नुकाहमः अभ्यासस्य अधः ककारः नुक् इत्यस्य आद्यन्तं तत्तवतेन जन्दस्य परे आगच्छति अतः नुगामहम अपि अनुसारस्य उपलक्षणम् इति न जम् जम् जप् इति भवति अनन्तरम् अत्र ज इति अपि अभ्यासे पदं भवति अधः वापदान्तस्य इति सूत्रेण जकारस्य परसवर्णः ज्ञकारस्य अधः विकल्पेन अनुसारसः संजप् संजप् इति द्विरूपाणि भवति तदेव जप् इति अत्रापि संजप् संजप् इति अनन्तरं तः इत्यस्य तः तन्तः इति पस् इति सूत्र धातुः अस्ति चेत् पं पस् पं पस् इति रूपाणि भवन्ति महोदय धन्यवादः चर्पल् इति कः महोदय पुष्प भगिनी अस्तु अस्तु वदामि वदतु भगिनि आम् अस्तु चर्फल् इति द्वयोः द्वातोः धात्वोः यङ्लुगन्धधातुः भगिनी इदानीं मणिमहोदयेन जप् जप् दः पश् इति उक्तवान् किल तत्र जञ्जप् तदनन्तरं कवर्गीय चवर्गीयस्य पञ्चमवर्णं केन सूत्रेण उक्तवान् तत्र नास्ति न तत्र अनुस्वारस्य यै सवर् परसवर्णम् इति उक्तवान् वा इति खलु अनुस्वारस्य तत् तत् न भवति भगिनि यतोहि तत्र नुकागमः अस्ति किल तत्र करपत्रे तदपि स्थापनीयम् आसीत् तत्र समीचीनं समीचीनं तदेव तत्र न लिखितं परन्तु तदपि अनुस्वारस्य ययि परसवर्णः इति सूत्रेण न भवति यतोहि तत्र विशिष्ट सम्यक् महोदय पदान्तवच्चे इति वक्तव्यम् इति परिभाषा अपि च वा पदान्तस्य इति सूत्रेण तत्र रूपद्वयम् इति अस्तु भगिनि अनुनासिकस्य ई परसवर्णः वा पदान्त इति द्वयोपि प्रसक्तिः अस्ति खलु परन्तु यदि यत्र नुक् आगमः आगच्छति तत्र पदान्तवच्चेति इति वक्तव्यम् इति सूत्रस्य अन्तर्भूतः परिभाषा किन्तु परिभाषा तु अस्ति किन्तु एकनिमिषम् कुतः पदान्तकार्यं भवति इति मम प्रश्नः तत्र वार्तिकमस्ति किल भगिनि पदान्तवच्चेति इति कृत्वा वा पदान्तस्य तर्हि विकल्पेन रूपद्वयं भवति खलु तर्हि रूपद्वयं भवति परन्तु अनुस्वारस्य ययि परसवर्णः इति न स्वीकार्यं पूर्वं वयम् अनुस्वारस्य ययि परसवर्णः इति उक्तवन्तः किन्तु परन्तु करपत्रे भगिनि करपत्रे रूपद्वयं न प्रदर्शितं खलु अत्र दीयते भगिनि अग्रे पश्यतु त्रीणि सोपानि सन्ति अत्र स्वभावेन नकारान्तः अत्र निमित्तं नास्ति भगिनि तन्नास्ति भगिनि न भगिनि किं जातम् इत्युक्ते विद्या भगिनी वर्गे स्मारितवती अपि च करपत्रे किञ्चित् परिष्करणीयम् इति महोदयेन उक्तमपि यतोहि यत्र नुक्कागमः भवति तत्र अनुस्वारस्य ई परसवर्णः इत्यस्य कार्यं न भवति परन्तु अस्तु भगिनि पठामि एकनिमिषं भगिनि गते सप्ताहे वयम् अनुनासिकान्त अधुपदधातूनां कृतवन्तः वयं खलु अस्तु पश्य भगिनि तर्हि तस्मिन् विषये वदति वा पठनं नास्ति किन्तु केवलं वदनमस्ति भगिनि सूत्रेण अभ्यासस्य नुक् आगमः भवति यङि यङ्लुकि च चर् फल् इत्यनेन इत्यनयोः धातोः उत्तरस्य अतः इत्यनेन अभ्यासोत्तर अतः उत्त्वं स्यात् अत्र उत् आगच्छति चर्फल् द्वात्वः फले तु गुणयङ्गुकोः नुगतो नुनास्तस्य इति वदनेन नुक् इत्यस्य अनुवृत्तिः आगच्छति अत्र अङ्गस्य अधिकारः अस्ति लोपोभ्यासस्य अस्तु तद् यङ्ग्लुको गुणो यङ्ग्लुको एतत् सर्वम् इत्यस् न गुणो यङ्ग्लुकोः इत्यनेन यङ्ग्लुकोः इत्यस्य अनुवृत्तिः आगच्छति अत्र चरप् अनुवृत्तिसहितसूत्रमस्ति चरफलोः च अङ्गस्य अभ्यासस्य नुक् यङ्ग्लुकोः इति अत्र चर्फल् इति धातोः अभ्यासस्य नुक् यङ्ग्लुकोः अपि लुक् आगच्छति इति मम प्रश्नः अस्ति महोदयेन अग्रिमे सूत्रे नुगतो अनुनासिकान्तस्य इत्यस्मिन् सूत्रे एव अन्तर्गतं वार्तिकम् अस्ति पदान्तवच्चेति वक्तव्यम् इति तदेव कार्यम् अस्मिन् अपि सूत्रे वर्तते वा इति मम प्रश्नः अस्ति अत्र तु नुगादमः नुगतो अनुनासिकान्तस्य इत्यतः आगच्छति तत्रापि वार्तिकस्य अपि प्रसक्तिः भवति वा? भगिनी यति विद्याभगिनी महोदयं स्मारवती जपजपन्वगां यत् विभागम् अभवत् तत्र वापदान्तस्य इति परिभाषा करोति तत्र सः अपि अङ्गीकृतवान्, परन्तु तत्र तु अनुनासिकान्त नास्ति, अनुनासिकान्त अन्तर्गतः नास्ति, किन्तु नुगतो अनन्तान्ति नुगतो अनुनासिकान्तस्य इत्यात् अनुवृत्तिः आयाति इति कृत्वा वार्तिकमपि अस्माभिः अत्रापि स्वीक्रियते इति. हा प्रायः यतोहि तत्र अनुगतोऽनुनासिकान्तस्य इति 7485 इति दृश्यते, अपि च अस्माकं जप जप अनन्तरं सूत्रमस्ति 86 इति कृत्वा ततः तत्र नुक् इत्यस्य अनुवृत्तिः जायते इति कृत्वा तत्र अपि स्वीकार्यं, परन्तु तत्र अनुनासिकान्त अङ्गः नास्ति, धातुः अपि अनुनासिकान्तः नास्ति, तथापि तत्र नुक् इति जायते इति कृत्वा तत्र स्वीकरणीयम् इति भगिन्या उक्तम्, अपि च महोदयेन अपि अङ्गीकृतम्. परन्तु तत्र अनुनासिकान्तः नास्ति, तदर्थं किञ्चित् मनसि क्लेशः अपि भवति. करपत्रेपि नास्ति इति कृत्वा वयं विस्मरामः. अस्तु भगिनि, वदामि. अत्र उत् परस्यातः इत्यनेन अत्र चर्पल् धातोः उत् आगच्छति, ह्रस्वकारस्य स्थाने उत् आगच्छति. तत्तु चर्पल् तत्र चर्चर् अग्रे हेमा भगिनी वदति वा? भगिनि हेमा भगिनी वदति वा? मया न पूर्वतया न उक्तं वा? क्षम्यताम्, आमामां वदतु भगिनी, पूर्णतया न उक्तं. चञ्चर् पूर्वे कोऽपि अस्ति वा? तदेव विवरणं कृतं. चञ्चर् आगच्छति, तत्र नकारः नुक् आगत्य अत्र चञ्चर् अत्र उत् आगत्वा चञ्चुर् इति आगच्छति. चञ्चुर् इति यङ्लुकान्तधातुः. पल् एव तथैव पल् पल् पफल्. अत्र अभ्यासस्य कार्यम् आगच्छति. पा तु मूर्धन्या नास्ति, पफल् इति आगच्छति. पम्फल् पम्फुल् इति यङ्लुकान्तधातुः. अस्तु अस्तु भगिनि, धन्यवादः भगिनि, धन्यवादः. अत्र आं भगिनि, भगिनी उक्तवती वा उत्परस्य अतः इति विषये उक्तवती वा? आं भगिनि, अनुनासिकान्त अधुपदधातूनां यङ् लुगन्तधातुः अत्र अत्र नुगतोऽनुनासिकान्तस्य इति सूत्रस्य कार्यं भवति. यत्र यत्र धातुः अनुनासिकान्तः भवति, अङ्गम् अनुनासिकान्तः इत्युक्ते तत्र मिलित्वा उभयस्य इति स्वीकुर्मः, तादृश अभ्यस्तस्य अनुनासिकान्त अङ्गस्य यदि अभ्यासे अदन्त अङ्गः भवति तर्हि तत्र नुकागमः भवति, यङि यङ्लुकि च इति सूत्रं वदति. तर्हि तत्र यम् इति रूपं स्वीकुर्मश्चेत् तत्र यम् यम् इति भवति, हलादिशेषः इति ययम् इति भवति, ययम् इदानीं भवति तत्र ययम् इति मकारान्तः अनुनासिकवर्णः इति कृत्वा अनुनासिकः अस्ति, अपि च अभ्यासः य इति अदन्तः अस्ति, अतः नुकागमः भवति. अतः तत्र नुकागमः भूत्वा नुकागमः अनुस्वारस्य लक्षणम् इति कृत्वा यम् यम् इति जायते. इदानीम् अत्र नुकागमः यत्र आगच्छति तत्र पदान्तवच्चेति वक्तव्यम् इति कृत्वा तत्र वा पदान्तस्य इति कृत्वा तत्र विकल्पेन रूपमपि आगच्छति, यतोहि तत्र य व ल इति त्रयोः अपि अनुनासिकरूपाणि भवन्ति इति कृत्वा य इति अनुस्वाररूपः भवति इति. तर्हि पक्षद्वयं भवति, एकस्मिन् पक्षे अनुस्वारः यं यम् इति, अन्यस्मिन् पक्षे तत्र यं यम् इति. तत्र रूप तत्र इत्युक्ते यकारः द्वयं केन सूत्रेण इति स्मारयति वा भगिनि? तत्र तु तस्य अनुनासिकवर्णः तु य इति आगच्छति तावदेव इति. अच्छा अच्छा ओके ओके. अनुनासिके अस्ति यै परसवर्णः वर्णः परसवर्णवर्णः तु तथा अस्ति. अतः तत्र अनुस्वारः पूर्वस्थितस्य अकारस्य स्वरस्य उपरि स्थापयामः इति कृत्वा किल अनुस्वारस्य परसवर्णवर्णः तु अनुनासिक यकारः तु तथा अस्ति यकारे परे परे नास्ति द्वावपि पूर्व यकारोत्तरवर्ति अकारस्य उपरि अनुस्वारः अपि च अनुनासिकः चिह्नमपि न तत्र मध्ये यत् यकारः अस्ति तस्य उपरि भवितव्यं, किन्तु अत्र गूगल् टिप्पण्यां तथा आगच्छति इति मन्ये. एवं वा? वयं लिखामः चेत् अनुस्वारं लिखामः चेत् केवलं यकारे यकारस्य इति लिखित्वा तत्र उपरि चिह्नं लिखामः खलु तदेव भगिनी स्मर महोदय इत्युक्ते सः उक्तवान् अनुस्वार अनुनासिकमध्ये कः भेदः इत्युक्ते अनुस्वारः अनुस्वरः इति आगच्छति इति कृत्वा नितरां स्वरस्य उपरि एव वर्तते, अतः तत्र स्वरः हा पृथक् वर्णः अस्ति इति कृत्वा स्वरस्य अनन्तरम् आगच्छति उच्चारणम् इति. परन्तु अनुनासिकः तु युगपत् आगच्छति इत्युक्ते नासिका अपि च अत्र तु प्रश्नः कुत्र स्थापनीयम् इति. यकार अस्ति तस्य उपरि स्थापनीयम्. अत्र तु त्रयः यकारः दृश्यते किल मध्ये अस्ति तर्हि अत्र It should have been placed a little later, you mean, right? Yeah. In the middle. That's right. Huh? Evam Bhagini. That's right, Bhagini. Am Bhagini, Hema Bhagini. Because, you know, when you just want to write the equivalent letter of Anuswara of Yakara, then you will just be writing Eeti Halantam Bhutva Tasya Upari will be writing this Chinnam, right? So, Tathha Eva Lekaniyam Bhavati. Atra Google site Matye Evam. कृतवन्तः आम् पञ्चबिन्दुपर्यन्तं कृतवन्तः, इदानीमेव करणीयं पठनीयं. हन् धातु यङ् लुगन्तधातु अभ्यासच्च अभ्यासात् हन् धातो हकारस्य स्थाने कवर्गीय आदेशो भवति. अभ्यासात् प्रथमान्त च अव्ययपदं द्विपदमिदं सूत्रं हो हन्ते न्यूनेषु इत्यस्मात् ह हन्तेः इत्यनयोः अनुवृत्ति चजोः कुः घृण्यतोः इत्यस्मात् कु इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रम् अभ्यासात् च हन्तेः अङ्गस्य ह कुः इति अभ्यासच्च इति सूत्रस्य सूत्रं वदति यदि हन् धातोः अभ्यासकार्यं भवति तदनन्तरम् अभ्यासस्य यत् अनन्तरं यत् हकारः अस्ति तत्र हकारस्य स्थानिकवर्गीय आदेशः भवति इति उदाहरणमस्ति हन् इति द्वित्व अभ्यासकार्यं जहन् अभ्यासोत्तरहकारस्य कुत्वं जघन् अभ्यासस्य नुक् आगम जङ्घन् अनुस्वारस्य परसवर्णादेश जङ्घन् सो हन् इति यदि धातुः अस्ति तस्य धातु एकाचो हलादे संहारे सूत्रेण यङ् विधानं तदनन्तरं यङोचि अनेन यङ् लुक् भवति संयङो अनेन द्वितीयं भवति हन् हन् तद् हन् इति यत् अभ्यासः अस्ति पूर्वं तस्य नकार हलादिशेष अनेन नकारस्य लोपः भवति इदानीं ह हन् भवति ह हन् इति भूत्वा कुहोचुः अनेन हकारस्य स्थाने झकार आगच्छति झकार भूत्वा तद् अभ्यासे चर्चनेन झकार भवति जस्तं भवति तस्य सो जहन् इति भवति इदानीम् अभ्यास च इति सूत्रेण अभ्यासस्य उत्तरवर्ती यः हकार अस्ति तस्य कवर्गीय वर्णः आगच्छति इतो हकारस्य स्थाने अन्तरतम् अपि विवाहपरिणामम् इति भूत्वा चतुर्थ वर्णे आगच्छति सो घ भवति झघन् इदानीं झघन् इति नकारान्त अङ्गमस्ति अनुनासिकान्त अङ्ग अपि अभ्यासः अस्ति तत् अदन्त अभ्यासः अस्ति अत्र नुगतो अनुनासिकान्तस्य इति सूत्रेण अनुस्वारस्य उपलक्षणम् आगत्वा जङ्घन् इति भवति वापदान्तस्य अनेन विकल्पेन जङ्घन् भवति घकारस्य परसवर्णं नकार आगच्छति सो एकपक्षे जङ्घन् अन्यपक्षे जङ्घन् इति भवति धन्यवादः अत्र अभ्यासात् च इत्यत्र नुकागमः भवति इति कृत्वा दीर्घोकितः तस्य प्रसक्तिः नास्ति किल भगिनि तदर्थं न भवति इति अस्तु महोदय इतुपदधातु भगिनी हेम भगिनी संथिङ्ग् उक्तवती किम् इति अहं न आगच्छामि दीर्घकितः कुतः न भवति यतोहि तत्र नुकागमः अस्ति कित् अस्ति इति कृत्वा दीर्घो अकित् किल आगच्छामि इदानीम् आगच्छामि अस्तु इतुपदधातूनां यङ् लुकन्तधातुः गुणो यं लुको लुकोः अभ्यासस्य गुणो भवति यङि यङ् लुकि च यङ् च लुक् च यङ् लुकौ इतरेतरदन्तः तयोः यङ् लुकोः गुणः प्रथमान्तं यङ् लुकोः सप्तम्यन्तं द्विप्रथमन्तं सूत्रम् अत्र लोप अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य गुणो यङ् लुको अत्र यदा अभ्यासस्य रिकवर्णः अस्ति अत्र यङ्लुको इत्यनेन गुणः भवति इति सूत्रस्य अर्थः उदाहरणे दत्तं मिद्यति धातुः मिद्यति द्वितीयस्य द्वितं भवति मिद् मिद्यति अनन्तरम् अलादिशेषः इत्यनेन मि मिद् इति भवति इदानीं अभ्यासस्य च इत्यनेन चतुर्थकारस्य तृतीयवर्णः भवति चस्वर्णः भवति बिबित् इदानीं गुणः भवति गुणो यङ्लुको इति सूत्रेण इकारस्य एकारः भवति बेबित् इति बेबित् यङ्लुङ् धातुः इति तदेव चित्तबि चे चिद् इति अनन्तरं मिद् इत्यस्य मे मिद् चकारस्य चिद् इत्यस्य अव्यासस्य च इति न प्रथमचकारः चि चिद् इति रूपं भवति चे चित् इति रूपं भवति गुणभूत यङ्गुणो यङ्गुणो यङ्लुकोः इति सूत्रेण तदेव मिद् इत्यस्य मे मिद् इति चित् इत्यस्य चे चित् इति रूपं भवति महोदय छिद् यत्र अस्ति तत्र चकारः अपि भवति न अभ्यासे चर्चनेन चेच्छिद् भवति सा तु आम् आं द्विविधे उदाहरणेन न अस्तु पूर्वं न उक्तवान् अतः अनन्तरं करेक्ट् कृतवान् अस्तु वित्तस्य अनन्तरं छिद् तत्रैव भवान् उक्तवती किल आमाम् अत्र उक्तवान् पूर्वं विस्मृतवान् अनन्तरं रिकलेक्ट् धन्यवादः धन्यवादः पुष्प भगिनी उदुपदधातूनां पुष्प भगिनी म्यूटेड् अस्ति भगिनि पुष्प भगिनी अस्तु अस्तु अस्तु उदुपदधातूनां यङ्लुगान्तधातु गुणो यङ्लुकोः अभ्यासस्य गुणः भवति यङि यङ्लुकि च यङि यङ्लुकि द्वे अपि गुणः भूत्वा अत्र बुद् इति धातु द्वित्वम् आगच्छति बुद्बुद् अह्लादिशेषः इत्यनेन दकारस्य लुक् भवति अत्र बुभुद् बुबुद् अत्र भू तु गुणकार्यम् आगच्छति बोबुद् इति यङ् लुक् लुगन्तधातुः रुद् अपि तथैव रुद् रो रुद् लो लो लुब् अपि लो लुब् रुदुपदधातु आं भगिनि धन्यवादः भगिनि अग्रे क्षम्यतां पठामि भगिनि अग्रिममस्ति ऋतुपदधातूनां यङ्गन्तलु यङ्लुगन्तधातुः रीगृदपदस्य च इति सूत्रमस्ति ऋतुपदधातोः अभ्यासस्य रीक् इति आगमो भवति यङि यङ्लुकि च रीक् कित् अतः अभ्यासस्य अन्ते विधीयते ऋत् उपदायस्य सः ऋतुपदः तस्य ऋतुपदस्य रीक् प्रथमान्तं ऋतुपदस्य षष्ट्यन्तं च अव्ययं त्रिपदमिदं सूत्रम् अत्र लोपोभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः गुणो यङ्लुकोः इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ऋतुपदस्य अङ्गस्य अभ्यासस्य रीक् यङ्लुकोः तर्हि अत्र ऋतुपदधातुः भवेत् अपि च तादृश ऋतुपदस्य अङ्गस्य इत्युक्ते अभ्यस्तः तत्र ऋतुपदः धातुः भवेत् अपि च अभ्यासभागस्य तत्र रीकागमः भवति यङ्लुकोः इत्युक्ते यङि अपि च यङ्लुक् द्वयोरपि तत्र रीकागमः भवति रीक् कित् अस्ति इति कृत्वा आद्यन्तौ टकितौ इति कृत्वा अन्ते आगच्छति इति प्रथमं सूत्रं परन्तु तत्रैव अग्रिमसूत्रं वर्तते रुग्रिकौ च लुकि इति सूत्रं ऋतुपदधातोः अभ्यासस्य रुक् रीक् इति आगमौ भवतः यङ्लुकी परे च शब्देन रीगृतुपदस्य च इत्यस्य रीकागमस्य समुच्चयः रुक् च रिक् च कित् अतः द्वावपि अभ्यासस्य अन्ते विधीयते रुक् च रिक् च तयोरितरेतरद्वन्द्वः रुग्रिकौ रुग्रिकौ प्रथमाद्विवचनान्तं च अव्ययं लुकी सप्तम्यन्तं त्रिपदमिदं सूत्रम् अत्र लोपोभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः गुणो यङ्लुकुः इत्यस्मात् यङ् इत्यस्य अनुवृत्तिः अस्य च अन्वयः भवति लुकि इत्यनेन साकम् ऋग्रुदुपदस्य इत्यस्मात् ऋदुपदस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति रुग्रिकौ च यङ्लुकि इति. तर्हि अत्र पूर्वतनसूत्रे यङि अपि च यङ्लुकि रीकागमः भवति इति दीर्घत्व री इत्येव आसीत्. परन्तु अत्र तु रुग्रिकौ च लुकि इत्युक्ते यङ्लुकौ केवलं यङ्लुकि न तु यङि. अत्र रुक् रिक् इति आगमद्वयं भवति. परन्तु तत्र सूत्रे च इति उक्तत्वात् पूर्वतनसूत्रात् रीक् आगमः अपि अत्र स्वीकार्यम् इत्युक्ते समुच्चयेन अनेन सूत्रेण एव त्रयः आगमाः विधीयन्ते. रुक् रीक् रिक् इति त्रयः आगमः भवन्ति. केवलं यङ्लुकि यङि न भवति इति सूत्रस्य तात्पर्यम्. अनेन रीक् इत्युक्ते तत्र ककारस्य लोपानन्तरं री रिक् री रुक् इर् इत्येषां त्रयाणाम् आगमानां विधानं भवति सर्वेभ्यः. यथा इदानीम् उदाहरणमस्ति नृत् इति. नृत् संयङ्गोः इति कृत्वा तत्र द्वित्वं भवति. एकनिमिषं भगिनि, अत्र रुदुपदधातोः किमपि कार्यं भवति वा? विस्मृतवती, उपरि किम् आसीत् रुदुपदधातुः? केवलं तत्र भगिनि, न उपादायां तत्तु भवति. उपादायां ऋकारः आयाति खलु प्रथमं, तदेव कार्यं. न सत्यं सत्यम्, अत्र रुदुपदधातुः धातुः एव पठनं जायते. अत्र नृत् नृत् इति द्वित्वं भवति. हलादिशेषः इति नृ नृत् भवति. उरत् अपि च उरण्ड्रपरः इति कृत्वा नर् नृत् इति जायते. पुनः हलादिशेषः इति कृत्वा नन्नृत् भवति. इदानीम् अत्र नन्नृत् इति धातुः इदानीम् उपदायां रुदुपदधातुः अस्ति इति कृत्वा अत्र रुग्रिकौचलुकि अनेन सूत्रेण त्रयः आगमाः विधीयन्ते. अतः नरीनृत् नरीनृत् नर् नृत् इति यङ्लुगन्तदातवः भवन्ति. तथैव तत्र वदामि वा नो चेत् अन्य तृप् अपि तथैव भवति. तृप् तृप् हलादिशेषः तृतृप्, उरतुरण्ड्रुपरः तर्तृप्, हलादिशेषः तत्तृप्. रुदुपदः धातुः अस्ति इति कृत्वा तत्र रुग्रिकौ च लुकि इति कृत्वा यङ्लुकि तत्र त्रयः आगमाः रीक् रिक् अपि च रुक् इति. तरितृप् तरितृप् तर्तृप् इति रूपाणि. तथैव वरिवृद् वरिवृद् अपि च वर्वृद् वृद् अपि युगपत्रयोः इति भवति इति किल भगिनि? सैमल्टेनियस्लि आल् द त्री विल् कम् इति मन्ये किल भगिनि? इत्युक्ते तत्र पूर्वतनसूत्रं कार्यं न करोति कृत्वा तत्र तु प्रथमम् एकैकं करोति चेदपि सर्य समानम् अस्ति खलु? न तदपि भगिन्या उक्तं. किमर्थं वयम् एतादृशं स्वीकर्तुं शक्नुमः? प्रथमं रि ऋतुपदस्य च इति कृत्वा रीक् आगमः, तदनन्तरं रुग्रिकौ च इति कृत्वा रुक् रीक् इति स्वीकुर्मश्चेत् तत्र किञ्चित् काचित् समस्या भवति. इत्युक्ते प्रथमं रीक् इति यदा कुर्मः, इदानीं रि इति वर्तते किल, तदनन्तरं यदि वयं पुनः रुक् रिक् इति कुर्मः चेत् तत्र कुत्र स्थापनीयं पुनः? इत्युक्ते तदपि तिष्ठति. तदनन्तरं रुक् रिक् इति कुर्मश्चेत् तत्र साधुरूपं न भवति. यतोहि तत्र चिन्तितं, परन्तु विद्याभगिनी एव तत्र समाधानं दत्तवती. किमर्थं ऋगुपदस्य च इति सूत्रम् अनन्तरं रुग्रिकौ इति सूत्रं द्वयमपि चलुकि इति सूत्रद्वयमपि एकत्र पाणिनिना न स्थापितं, भेदः कुत्र? एकमस्ति केवलं रिग्रुपदस्य इति यङि यङ्लुकि, परन्तु रुग्रिकौ च लुकि केवलं यङ्लुकि एव भवति. अपि च रुग्रिकौ च लुकि इति परसूत्रमस्ति, च इति कथनेन रीक् इत्यस्य ग्रहणमपि कर्तुं शक्नुमः, परन्तु यदि तर्हि आहत्य सूत्रम् एकमेव सूत्रम् अत्र अनुवृत्तिः आगच्छति रीगृकौ च लुकि इत्यस्मिन् रीक् इत्यस्य अपि अनुवृत्तिः आगच्छति इति कृत्वा एकमेव सूत्रम् इति स्वीकर्तुं शक्यते खलु? हा, तर्हि अनेन सूत्रेण एव अत्र यङ्लुकि कार्यं भवति, परन्तु यदि यङि तु रीगृदुपदस्य च इत्यस्य कार्यं भवति तत्र केवलं रीकागमः एव भवति इति किल? तर्हि एकस्मिन्नेव सोपाने त्रयाणामपि रूपाणां साधनं वयं स्थापयामः. नो चेत् सामान्यतया वयं किं कुर्मः, प्रथमसूत्रात् रीक् इति अपि च अनन्तरसूत्रात् रुक्रिकौ इति स्वीकुर्मः, परन्तु यदि प्रथमसूत्रात् रीक् इति स्थापयामः तर्हि तत्र आल्रेडि री इति भवति, तदनन्तरं रुग्रिकौ इति कुर्मश्चेत् पुनः कुत्र आगच्छति री रि इति द्विवारं भवति इति तत्र काचित् शङ्का उदेति इति. मणिमहोदय समीचीनं वा? समीचीनस्य वार्तेन किं मात्र उक्तम् इति तदेव इत्युक्ते वित् दिस् सूत्र ओन्लि आल् द त्री विल् कम् collectively the three pratyayas will come, the three agamas will come. Asso, asso. Collectively it is vikram. Asso. Dhanyavad. What she is saying Rigupadasya applies only to young, and because rigrikau cha luki iti dattamasti iti krutva, from the purva sutra rigupadasya cha, in that, from that sutra we get Yang Luk, and we also get Reek iti Agama, we get it to the second sutra, and then we apply the second sutra as a single step to get all the three forms iti Bhagini Uttavatikal, Tata Uttavatikal. Atra Bhavan Idhani Uttavati Reek Rudupadasya cha Tesmat Rudupadasya iti Sanuvurti hi Bhavati iti Itra Dattam di Tasya Samadhan Nama Bhavati Vah. आं महोदय, तत्र तस्मात् रूपदस्य अङ्गस्य अनन्तरम् अभ्यासस्य रीक् यङ् लुक् इति सर्वेषां केवलं यङ् विहाय सर्वेषाम् अन्यपदानाम् अनुवृत्तिः आगच्छति अग्रिमसूत्रे इति. वि हेव् टु सूत्रास् रैट्, वन् इस् अप्लिकबल् फार् यङ्ग् अण्ड् यङ्ग् लुक् प्रथमसूत्रं, सेकेण्ड् वन् इस् अप्लिकबल् ओन्ली फार् यङ्ग् लुक्. So we are taking anuvritti from the first sutra, everything from the first sutra except for yang, that word yang, you can ignore that because it's not applicable to the second sutra. Everything else becomes an anuvritti to the second sutra, and then we apply all the three forms as a single step. So Mahodaya should have given the अनुवृत्तिसहितसूत्रम् एस् ऋतुपदस्य अङ्गस्य अभ्यासस्य रुग्रिकौ च यङ् लुकि इति रीक् रुग्रिकौ च न च इस् देर् नो, सो वित् द च विल् गेट् द रीक् आल्सो, बट् अनुवृत्तिसहितसूत्रं वी आर् ट्रैङ्ग् टु से रैट् भगिनी. हा हा, सो वी हाव् टु से रीक् रुग्रिकौ च यङ् लुकि, देन् वाट् विल् बि द च प्लेयिङ्ग् देर्, why is the churn brought in the anuvritti, right? So we don't have to say cha in the anuvritti. In the second one we don't need to say, right? That's how it looks, but in the sutra we have the cha which gets the previous. Shukavana Mahadeya asked why did you not put the others, then he said yeah, that would have been better. आं भगिनि, कृपया पठतु भगिनि, अत्र प्रश्नः उदेति इति वर्गे भगिनि. रत्वं कथं न भवति? हा हा, न कः पठनी भवति भवति, समापयामि इति वा? सरला भगिनी करोतु इति उक्तवती, भवती करोतु भगिनि. किन्तु सरला भगिन्याः ध्वनिः न श्रूयते, मध्ये मध्ये काचित् समस्या अस्ति. अस्तु, इदानीं बहुवारम् एतादृशं भवति भगिनि, भवत्याः अर्ध एव श्रूयते मया. मयापि तृप् अस्ति तत्र रूपं केवलं वदामि तरी तृप् तृप् तृ वृद् यस्त अस्ति तत्र वरि वृत् वर् वृत् वर् वृत् श्रुत् तत्र भवति शरि श्रुत् शर् श्रुत् शश्रुत् कृद् यत् अस्ति तत्र कोचुवेदने चकारः भवति भवति चक् चरि कृत् चकृत् चर चरकृत् मृद् यत् अस्ति मरि मृत् मर् मृत् मर् मृत् वृत् अस्ति तत्र भवति वरि वृत् वर् वृत् वर् वृत् अत्र प्रश्नः उदेति यत् नरि नृत् नर् नृत् नर् नृत् इति धातुषु किमर्थं त्वं न स्यात् इति धातु शुभ्नादिषु पतन्ति इति कारणात् शुभ्नादिषु च इत्यनेन त्वं निषेध भवति भगिनी वदि उक्तवन्तः शुभ्नादिषु इति एकं गः अस्ति तस्मिन् गणे आगच्छति अतः नत्वस्य कृप् धातु इति विशेषः कृपेश्च अवकल्पने विचारं करोति चिन्तनं करोति कृपो रोलः अष्टमाचार्य धातु सूत्रमस्ति द्वितीयपादे अष्टादश कृत् धातुः रेफस्य लकारादेशो भवति र इति श्रुतिसामान्यं बोध्यं तेन यः केवलो रेफ यश्च लिकारस्य तयोः द्वयोः अपि ग्रहणं लः इत्यपि श्रुतिसामान्यमेव अतः आहत्य कृत् धातुः यदा गुणादेशं कृत्वा रेफो भवति तस्य रेफस्य स्थाने लकारादेश पुनः कृत् धातुः विकारस्य यः रेफसदृश अंशः तस्य स्थाने लसदृश अंशादेशो भवति नाम स्थाने सूत्रे कृपः कृप् योग उः इति विच्छेदः कृप् नृत्यषष्ठीकं पदम् उः षष्ठ्यन्तम् रः षष्ठ्यन्तं लः प्रथमान्तम् अनेकपदम् इदं सूत्रं कृपः इत्यस्य द्विवारम् आवृत्तिः सूत्रं स्वयं सम्पूर्णं कृपः कृपः रः लः कृपो रो लः इति सूत्रेण यत् कृप् धातोः रेफस्य स्थाने लकारादेशः भवति कृप् धातुः यत् अधु अधुपद विकारान्त अस्ति तत्र उरत् इति सूत्रेण प्रथमं अत् आदेशः भवति तद् उणनपरणे कर् आगच्छति सो कर् इति भवति इदानीं यत् रेफल् अस्ति तस्य स्थाने यत् गुणः भूत्वा तत्र रेफस्य सदृशकार आगच्छति तत्र यत्र अस्ति स्वरः अस्ति तत्र सदृशस्वर आगच्छति इति सूत्रं वदति कृपयोग द्विवारं तत्र उक्तमस्ति अत्र सूत्रे कृप उः कृपः रः लः कृपः यस्य गुणं भवति तत्र रेफ आगच्छति कृप यदि स्वर अस्ति तत्त्वरो आगच्छति तत्र द्विवारम् इति कृप् कृप् इति दत्तमस्ति कृत् धातुः धृत्वा अभ्यासकार्यं तथा यथा सामान्यम् अनेन ऋक् ऋक् ऋक् इति त्रयो अपि भवन्ति एव तदा कृपो रो लः इत्यनेन अभ्यासस्य रेफस्थाने लकारधातोः लकारस्थाने लकारः भवति इदानीमपि यथा पूर्वं वयं दृष्टवन्तः यदि ऋग्पदस्य ऋग्रुकोचलुकि इति तत्र भवति लकार तत्र अपि आगच्छति. उदाहरणमस्ति कृत् धातुः, कृत् इति संयमो दृष्टं भवति, तदनन्तरं पकारस्य हलादिशेषेन लोपो भवति. सो कृत् कृत् भवति. इदानीम् उरत् अनेन अस्तागच्छति कृत् तद् उनरपर्णे कर् कृत् भवति, हलादिशेषेन लोपो भवति. इदानीं यत् परि आगच्छति करी कृपा गच्छति, यदि रेस यत् अस्ति तत् रेसस्य स्थाने कृपोरोलः अनेन लकारः आगच्छति. सो अत्र कुहोश्चुवने कृपारस्य स्थाने चकारः आगच्छति चेत् चल् भवति तत्र चक्र. इदानीं तदनन्तरं लकार आगच्छति लेफस्य स्थाने इति भवति कल्. वयं वदामः कल्प्रि साधु चरीकृत् चलीकृत् चल्कृत् तत्र चल्कृत् भवति चक्रं चल्कृत् इति भवति मणिमहोदय. कृपया सरला भगिनी, भवत्याः दूरवाण्याः कृपया किमपि उपायं करोतु भगिनि. मध्ये मध्ये किमपि न श्रूयते भगिनि, ध्वनिः अस्ति. अनन्तरं मध्ये मध्ये न शृणुमः वयं भगिनी. वर्गे अनेकान् विषयान् वदति वा तर्हि बहु कष्टम् अनुभवामि. अहं यदि अपि यदि अहं सङ्गकारे आगच्छामि तत्र अपि न श्रोतुं शक्नुमः. स्वीकरोमि. ओ एवं, किं दूरवाण्यामपि मध्ये मध्ये टप् टप् इति आं भगिनि, बहु ध्वनिः अपि आगच्छति, मध्ये मध्ये न श्रूयते, अतः आहत्य तत्र क्लेशः जायते. यदा भवती वदति तर्हि बहु सावधानतया श्रोतुं वयं प्रयतामहे, परन्तु तत्र क्लेशः भवति एव. अन्यदूरवाणी अस्ति चेत् ततः कृपया प्रयत्नं करोतु. अस्तु, अहं गृहस्य दूरवाणी. इति एवं कृप् धातोः त्रयः लुगन्धधातवः. अत्र प्रश्नः उदेति यत् कृपो रो लः इत्यनेन कृप् धातोः रेपस्य लकारादेशो भवति, अनेन धातुना ये आदिदेशिकधातवः निष्पद्यन्ते तेषामपि ईदृशं कार्यम् इति न उक्तं. तर्हि सरि कृप् इति धातौ कृप् इति भागे कार्यं भवतु, किन्तु सरि इति अभ्यासे कथं वा कार्यं स्यात्? एका परिभाषा वर्तते प्रकृतिग्रहणे यङ्लुगन्धस्यापि ग्रहणं परिभाषा. अनेन कृपो रोलः इति सूत्रे कृप् धातोः कथनेन यङ् लुगन्धधातोः अपि ग्रहणं भवति. अभ्यासे सः अपि यङ् लुगन्धधातोः अवयवः इति कृत्वा अभ्यासे अपि कार्यं भवति. अत्र प्रश्नः अस्ति कृपो रोलः इति औपदेशिकधा आदिदेशिकधातूनाम् अपि भवति इति अत्र न उक्तम्. अतः शरीकृप् धातुः कृप् कार्यं कथं भवति, अनन्तरं सरि इत्यस्य अभ्यासे अपि कथं कार्यं भवति इति प्रश्नः अस्ति. तस्य निवारणमस्ति अत्र प्रकृतिग्रहणे यङ्लुगन्धस्य अपि ग्रहणम् इति परिभाषा वेन परिभाषे अत्र दत्तं यदा प्रकृतिग्रहणे अस्ति चेत् यङ्लुगुन्दस्य अपि ग्रहणम् इति अत्र दत्तम्. अत्र यङ्लुगुन्दस्य धातोः लक्षणम् अस्ति अथवा कश्चन कार्याणि भवन्ति, उदाहरणेन द्वित्वम् अभ्यासे अपि भवति. यदा ग्रहणम् अस्ति यङ्लुगुन्दग्रहणमस्ति ग्रहणे सति अङ्गस्य अभ्यासस्य कार्यमपि भवितुम् अर्हति इति स्वीकरोमः इति अहं अवगमनं मम अस्ति अवगमनम् इति अस्ति. अत्र उत्तरमस्ति यदा यङ्लुगुन्दधातोः अभ्यासे कार्यम् अस्ति द्वितीयम् अनन्तरम् अभ्यासस्य अधः यङ्लुगुन्दधातोः अपि अभ्यासे कार्यं कर्तुं शक्यते इति किमपि उक्तं चेत् यत्र गृह्यते तत्र यङ्लुगुन्तस्यापि तत्र ग्रहणम् अस्ति इति कृत्वा कृपो लोलोलः इति प्रकृतेः अस्मिन् सूत्रे प्रकृतेः ग्रहणं कृतम् अस्ति इति कृत्वा यङ्लुगुन्तस्यापि समानकार्यं भवति इति खलु. अग्रेपि पठतु. तर्हि कृपो लोलः इति सूत्रेण आहत्य कृप् धातोः रेपस्य लकारस्य कृप् धातोः ऋकारस्य अंशः यः रेपसदृशः तस्य स्थाने लकारसदृशदेशः भवति. यत्र कृप् धातोः उपधायाः गुणः भवति कर्प, तत्र रेपस्य स्थाने लकारादेशः भवति लकारादेशः, अतः कल्प् इति फलम्. यत्र उपधा गुणः न भवति तत्र कृप् इत्यस्य ऋकारस्य स्थाने लृ आगत्य सः, अतः कृप् क्लृप् इति फलम्. दृष्टान्तत्वेन अपरेषु स्थलेषु कथम् अनेन सूत्रनिरूपं सिद्ध्यते इति प्रदर्श्यते. लटि कल्पयति कल्पयते कृप् योः निच् उगन्धलघुतस्य इत्यनेन उपधायां लघु गुणः, कर्प् योः इ कृपोलोरः कृपोरोलः इत्यनेन रेपस्य स्थाने लकारादेशः, कल्प् योः इ कल्पि इति धातुः, कल्पि सप् कल्पय इति अङ्गं, कल्पयति इति कल्पयति अथवा कल्पयते इति तिङन्तरूपं भवति. रु कृपरोलः इति सूत्रम् आगत्य रेपस्य कर् इति अत्र अस्ति चेत् रेपः अस्ति, अत्र अत्र लुर् न रेपस्य सदृशमस्ति अत्र, अधः ल इति स्वीकरणीयम्. अनन्तरं गुणः यदा कृ इति अस्ति चेत् अत्र ऋकारस्य लृ इति स्वीकरणीयम् इति अत्र ऋकारस्य लृकार इति तादृशमस्ति, अतः ऋ इत्य स्थाने लिकार लृ इति स्वीकरणीयम् इति अत्र दत्तम्. उदाहरणानि दत्तमपि अत्र निजन्तधातुः निजन्तप्रत्ययः कृप् इत्यस्य गुणः भूत्वा कर्प् योग निच् इत्यस्य इकारः कृपोलोरः इति लेपस्य लकारः आदेशः, अतः कर्प् इत्यस्य स्थाने लेपस्य लकारः कल्प् इति, अनन्तरं ई कारणं योजयित्वा कल्पि इति कल्पि अथवा सप्रत्ययः अस्ति, अतः गुणः भूत्वा कल्पे, अनन्तरं यदोचोयागतेन कल्पय इति अङ्गं भवति, अनन्तरं तिङ्गन्तरूपं भवति कल्पयति अथवा कल्पयते इति रूपम्. अत्र यद् किमपि उक्तम् अस्ति वा महोदय भवान् सहायं करोतु. रेपस्य लकारः ऋकारस्य लृकारः तदेव तावदेव. धन्यवादः. पुष्प भगिनी म्यूटेड् अस्ति भगिनी. हेमा भगिनी कृपया. अस्तु भगिनि, अत्र महोदयेन पूर्णतया उक्तं, तत्र रेफस्य लकारादेशः इत्युक्ते व्यञ्जनस्य व्यञ्जनादेशः, अपि च ऋ इति स्वरः अस्ति, तत्र लु इति स्वरः आदेशः भवति इति. तर्हि लकारस्य उदाहरणं तु महोदयेन उक्तं, कल्पयति कल्पयते इति. अत्र अग्रे ऋकारस्य कः परिवर्तनमिति, किं परिवर्तनमिति, अत्र लिट्लकारे अस्ति, लिट्लकारे गुणनिषेधः जायते, लिट्लकारे गुणनिषेधत्वात् ऋकारस्य उदाहरणं लिटि चक्लुपे. तर्हि कृप् योगः ए द्वित्वम् अभ्यासकार्यं च, चकृप् योगः ए कृपोरोलः इत्यनेन ऋकारस्य स्थाने लकारादेशः, चक्लुप् योगः ए चक्लुपे इति आगच्छति इति. तर्हि एकस्मिन् स्थले गुणः यत्र भवति तत्र रेफस्य लकारादेशः, यत्र गुणः गुणनिषेधः जायते लिट्लकारे तत्र चक्लुपे इति रूपं सिद्ध्यति. कथमित्युक्ते कृप् इति अस्ति, तत्र ए इति प्रत्ययः प्रायः प्रथमपुरुषे एकवचनम् इति चिन्तयामि, तत्र अभ्यासकार्यं सर्वं भूत्वा तत्र चकृप् इति आगच्छति, चकृप् योगः ए इदानीं कृपोलोरः लः इति कारणेन तत्र ऋकारस्य लकारादेशः भवति, अतः चक्लुप् योगः ए चक्लुपे इति. तर्हि यत्र गुणः भवति तत्र कल्पयति, यत्र गुणस्य निषेधः भवति तत्र चक्लुपे इति रूपम् आगच्छति इति. तर्हि अत्र अन्तिममस्ति प्रश्नः उदेति, यदि रेफस्य स्थाने लकारस्तु भवति एव, तर्हि किमर्थं मूलधातौ उपदेश अवस्थायां क्लुप् न स्यात्? उत्तरमस्ति यत् वेदे तस्य ऋकारस्य महत्त्वं वर्तते, वेदे उच्चारणार्थं प्रत्येकं स्वरस्य विशिष्टम् इङ्गितम्, अतः वेदे अयं धातुः ऋदुपदधातुः भवेत् इति. तर्हि मनसि यदि रेफस्य लकारादेशः यदि भवति तर्हि मूले एव उपदेश अवस्थायामेव तत्र रेफस्य स्थाने लकारः, रेफस्य स्थाने लकारः स्यात्. परन्तु तत्र किम् इत्युक्ते तत्र ऋकारान्तधातूनां महत्त्वं वर्तते वेदेषु, अतः अत्र उच्चारणार्थे स्वरस्य अतिप्राधान्यं वर्तते वेदेषु इति कृत्वा मूल स्थितौ तत्र ऋदुपदधातुः एव भवेत्, तत्र लकारः मास्तु आदेशः मास्तु इति आशयः. एतावदेव समाप्तं वर्गे अपि भगिनि. धन्यवादः. अन्यत् किमपि चर्चां करणीयं चेत् भगिनी भवती रेकार्डिङ्ग्.